नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. अदादिगणः इति पाठः अनुवर्तते. तत्र वयं गतसप्ताहे उकारान्तधातुः तस्मिन् क्रमे रु धातुः दृष्टवन्तः. तुरुस्तु शम्यमः सार्वधातुके इति सूत्रम् आसीत्. तुरुस्तु शम् अम् इति पञ्चधातुभ्यः यदा हलादि सार्वधातुक तिङ् प्रत्ययः परः अस्ति चेत् तत्र विकल्पेन ईट् इति आगमः भवति इति दृष्टवन्तः. अतः रूपद्वयं सर्वदा हलादिपित् प्रत्ययः क्षम्यतां हलादि सार्वधातुकप्रत्ययः परः अस्ति चेदेव रूपद्वयं भवति. पित्वा अपित्वा भवतु रूपद्वयं भवति. इडागम भावे इडागम अभावे इति. इडागमः अस्ति चेत् एतत् सूत्रमेव तुरुस्तु शम्यमः सार्वधातुके इत्यनेन सार्वधातुक हली सार्वधातुके तिङि इति सप्तम्यन्तं पदमस्ति. तुरुस्तु शम्यमः अङ्गात् इति पञ्चमी अस्ति. ईट् इति आदेशः भवति. तत्र उभयनिर्देशे पञ्चमी बलियान् इत्यनेन यत्र पञ्चमी अपि अस्ति सप्तमी अपि अस्ति स्थानी न उक्तं तत्र सप्तमी एव स्थानीरूपेण वयं स्वीकुर्मः. अतः हली सार्वधातुके तिङि इति यद् सप्तम्यां निर्दिष्टमस्ति सूत्रे तद् वयं स्थानीरूपेण स्वीकृत्य तस्य एव ईट् आगमः. कस्य ईट् आगमः इत्युक्ते हल् सार्वधातुक तिङि इत्यस्य एव ईट् इति आगमः भवति इति वयं निर्णयं कृत्वा तत्र रूपद्वयं भवति. एकं तु ईडागमरूपम् ईडागम अभावे उतो वृद्धिर्लुकि हलि इति यत् सूत्रं वयं पूर्वमेव पठितवन्तः तद् पित् प्रत्ययस्य परे एव तस्य कार्यं भवति इति कृत्वा रुयोगः ति इत्युक्ते वृद्धिः भूत्वा रौति इति भवति. ईट् आगमः अस्ति चेत् रवीति इति रूपं. परन्तु हलादि अपित् प्रत्ययः अस्ति चेत् तत्रापि रूपद्वयं परन्तु तत्र उतो वृद्धिर्लुकि हरि इत्यस्य प्रसक्तिः नास्ति इति कृत्वा ऋतः गुणनिषेधः भूत्वा ऋतः रुवीतः ईडागमः भवति चेत् इति भवति. अजादिपित्तु अस्य सूत्रस्य प्रसक्तिः नास्ति यथा सामान्यं कार्यं भवति. अग्रे सरामः. चत्वारः धातवः एव अवशिष्टाः प्रायः अद्य समापयामः. पश्यामः कथं गच्छति इति. हुनुङ् इति हुनुङ् अपनयने इति धातुः. तत्र तु हुनुङ् इति कृत्वा आत्मनेपदी धातुः अस्ति. हलादिपित्तु कार्यं आत्मनेपदी प्रत्ययः हलादि आत्मनेपदी प्रत्ययः किमपि नास्ति इति कृत्वा तत्र किमपि कार्यं नास्ति. अजादिपित्सु गुणः अवादेशः यथा सामान्यं सार्वधातुकार्धधातुकयोः एचोयवायावः. हलादि अपित्सु गुणनिषेधः तदपि सामान्यमेव. अजादिपित्सु गुणनिषेधः अस्माकं उवङ्गादेशः भवति. सामान्यसूत्राणि एव किमपि विशिष्टकार्यं किमपि नास्ति. अतः किञ्चित् पश्यामः. अस्तु राजेन्द्रमहोदय लटीरूपं वदति वा हुनुङ्ग्? हा हुनुङ्ग् एव. आम् आम् आं भगिनि लटीरूपम् अस्तु. आत्मनेपदी धातुः अस्ति कारणात् तत्र कोऽपि हलन्त प्रत्ययः नास्ति. तत्कारणात् अत्र हनुयोगते अत्र कोऽपि कार्यं नास्ति. अत्र हनुते हनुयोग आस्ते अत्र अजादि अपि प्रत्ययः अस्ति. तत्र अत्र हनुयोग आते अत्र उवङ्ग आदेशः भवति. अचिष्णु धातु ब्रह्म युवर् उवङ्ग तत्र उवङ्ग आदेशः भवति. हन् योग उ योग आते हनुवाते रूपं भवति. हनुयोग अते अत्रापि तथैव अचिष्णु धातु ब्रह्म सूत्रेण तत् उ आदेशः भवति. उकारस्य स्थाने हन् योग उ योग अते हनुवते रूपं हनुयोगस्य अत्र मध्यमपुरुषे एकवचने हनुयोगस्य अत्र अपि हलादिपित् प्रत्ययः अस्ति तत्कारणात् कोऽपि कार्यं नास्ति हनुस्य अत्र आदेशप्रत्ययसु सूत्रेण षत्वं षत्व आदेशः भवति हनुषे षे आथे हनुयोग आथे अजादि अपि प्रत्ययः अस्ति तत्कारणात् अत्र अचिषणु धातुर्ब्रह्मयोर्मङ्गो तत्सूत्रेण उ आदेशः भवति हन् योग उवयोग आथे हनुवाथे वाथे हनुवाथे रूपं द्वे द्वे अत्र अपि हनुयोग द्वे अत्र अपि हलादि हलादिपित् प्रत्यय अप् क्षमतां हलादि अपि प्रत्ययः अस्ति कोऽपि कार्यं नास्ति हनुद्वे हनुद्वे ए अजादि अजादि अपि प्रत्ययः अस्ति हनुयोग ए अत्रापि अचिष्णु धातुब्रह्म सूत्रेण तद् उवादेशः भवति उकारस्थाने हन् योग ओ योग ए हनुवै हनुवे हनुवे हनुवे अत्र वहे अत्रापि अत्र तु हलादि अपि अस्ति हलादि अपि अस्ति अत्र कोऽपि कार्यं न अस्ति हनुवहे तावदेव हनुमहे समीचीनं भगिनि अत्र अनेकानि नास्ति खलु नु खलु हकार हकार नास्ति खलु नु एव हकार हकारः नास्ति हनु हनुते हनुते तद् किञ्चित् टङ्ग् ट्विस्टर् एव अस्ति हनु आमां हनु हकारः नकारः उकारः हनु संयुक्ताक्षरमेव हनु समीचीनम् अस्तु विजया भगिनी लोट्लकारे वदति वा आं भगिनि लोट्लकाररूपं तु सिद्धप्रत्ययं ताम् आताम् अतां स्व आतां द्वम् ऐ आवहै आमहै इति अस्ति तत्र प्रथमं वर्णमेलनम् एव हनु योगः हनु हनु ष्णु योगः तां हनुताम् ह्नु योगः ह्नुवाताम् इति अस्ति परन्तु रूपं सिद्धप्रत्ययं तु आताम् इति अचिष्णुवोर् धातु भ्रुवोर् एतत् धात्वेन तत्र वकारः आगच्छति उकार अकारमेलनेन तत्र वकारः आगच्छति हनु अचिष्णु किम् आगच्छति भगिनि अचिष्णु धातु ब्रुवाम् इत्यनेन किम् आदेशः भवति वकारः उकारस्य स्थाने वकारः आगच्छति ह्नु वाताम् इति अनन्तरं तादृशमेव तत्र ह्नु वताम् इति प्रथमपुरुष बहुवचनम् अस्ति अनन्तरं ह्नुष्व इति तत्र स्वस्थाने आदेशप्रत्ययोः इति सूत्रेण तत्र श्व ह्नुष्व इति आगच्छति मध्यमपुरुषे एकवचनम् अनन्तरं ह्नु वातां तत्र अपि अचिष्णुवोर् इति सूत्रं कार्यं करोति अतः ह्नु वाताम् इति अस्ति अनन्तरं द्वं सिद्धप्रतिमस्ति हनुद्वम् इति मेलनमस्ति आदेशः उकारस्य स्थाने उ अस्ति तदेव तदेव वक्तुं प्रयत्नं कृतवती अतः एव स्थगितवती किं वदतु भगिनि अचिष्णु धातु ब्रुवाम् इत्यनेन उकारस्य स्थाने वङ् इति आदेशः ई स्थाने इयङ् उ स्थाने उवङ् आगच्छति तत्र अन्तिम इङ् इत् भवति अतः तत्र उव इति अस्ति अनन्तरं हनु योगः द्वम् अस्ति तत्र मेलनमेव हनु योगः द्वं हनुद्वम् इति अनन्तरं हनवै इति अस्ति तत्र प्रथमम् अजश्नोर्धातु योर् इवम् इति कार्यं करोति. अनन्तरं तत्र है अस्ति, ऐ अस्ति, तत्र उवस्थाने ऐ भवति, उवै. अतः तत्र ह्णवै इति अस्ति. पुनः अनन्तरं तत्र ह्णवै इति अस्ति, ऐ अस्ति प्रत्ययं. तत्र तत्र ह्णव है गुण अस्ति, गुण गुण शुट्कं वृद्धिः भवति वा? गुणशुट्कं कीदृशप्रत्ययः भगिनी? प्रथमम् अयि इति ऐ अति अजादिप्रत्ययम् अस्ति. अपित् अस्ति अत्र, पित् वा अपित् वा? पित् अस्ति. गुणकार्यं भवति अत्र, सार्वधातु. समीचीनं. वदतु किं कार्यम् इदानीं भगिनि विद्या भगिनि? तत्र पित् अस्ति, ह न वै न वै रूपं सिद्धम् अस्ति. अत्र उकारः अस्ति प्रथमम्, अनन्तरम् अकारः अस्ति. कुत्र अकारः अस्ति? न हनु इति ह्नु इति रूपम् अस्ति प्रथमम्. अनन्तरं तत्र उकारस्य स्थाने ओकारः भवति गुणः भूत्वा, सार्वधातुक अर्धधातुक इति सूत्रेण. तत्र गुणः भूत्वा अनन्तरं ऐकारः अस्ति, अतः तत्र अचिष्णोर् तत्र मेलनमेव खलु भगिनि? हयादेश ऐ स्थाने एचो यव यावः इति सूत्र एचो यव यावः इति सूत्रेण तत्र अवादेश अयादेशः भवति, अतः हणवै इति अस्ति. अयिव हणवै अव्यव तत्र आव् नास्ति खलु, अव्यव. एकारस्य स्थाने ऐकारस्य स्थाने अव इति आगच्छति. अनन्तरं तत्र अणवा वहै इति अस्ति, आवहै. तत्र अचिष्णोर्धातु ब्रुवम् इति कार्यं करोति, तत्र उवङ् आगच्छति मेलनेन हणवाप्रत्ययः भगिनी. सिद्धप्रत्ययम् आवहै इति अस्ति. कीदृशप्रत्ययः अस्ति? अद्य अहं चिन्तितवती चत्वारः धातवः एव अवशिष्टाः सन्ति, वयं समापयामः अद्य इति. प्रथमं गुण अनन्तरं सन्धि, तावदेव तावदेव किल. सर्वं पित् अस्ति अत्र, सर्वे पितः. तद् गुणं रूपं स्वीकृत्य यदा भवती रिवर्स् करोति चेत् तत्र भ्रमः एव भवति भगिनी. तदा अहं पुनः पुनः वदामि, धातुः सिद्धप्रत्ययः, तावदेव स्वीकरोतु, किमपि नास्ति. रूपं मनसि एव त्यजतु, विस्मरतु रूपं किम् अस्ति इति. योगः आवहै, आवहै इति पित् प्रत्ययः. वदतु इदानीं. ह्नु इति अस्ति प्रथमं, ह्नु धातु. तत्र उकार तत्रापि अजिष्णुवर्धातु कार्यं करोति, अतः तत्र उवङ् आदेशः भवति. तत्र अपि तादृशमेव सार्वधातुक अर्धधातुकयोः कार्यं करोति. तत्र गुणः किञ्चित् विस्मृतवती इति अहं मन्ये. कोऽपि वक्तुम् इच्छति चेत् वदतु. न, प्रथमं कियत् प्रथमविभक्ति तथा उत्तमपुरुष प्रथम एकवचन अकरोत् खलु भवती. तावदेव सार्वधातुक अर्धधातुकयोः गुणः भवति इति चेत् ह्नु इति ह्नो भवति. ह्नो योगः आवहै एचो यावायव सन्धिः. रूपं भवति ह्नवावहै. नवामहै तावदेव. समीचीनं, धन्यवादः भगिनि. रघुपतिमहोदय लङ्लकारे वदति वा. हा, लङ्लकारे ताम् अथ ताः अतां द्वम् ई वहि महि. अत्र प्रथमं हलादि अपित् करोमि. अकार अडागम भवति. अनुत अपि च अनुताः इति मध्यमपुरुषे. हनु अनुध्वम् अनु अनुवहि अनु अनु अनुमहि इति. इदानीम् अन्येषाम् इति अजादि अपित् अस्ति, अतः अजिष्णुदात्त ब्रुवाम् इत्यनेन उवङ्गादेश अतः हनुवाताम् हनुवत हनुवाताम् इति अस्ति. अन् अस्तु, इ ऐ अस्ति खलु, इ अङ्ग् अस्ति अत्र, उ अङ्ग् अस्ति. हनुवि हनुवि इति अहं तत्र स्नुवि स्नुवि अनु स्नुवि नाभीतः तस्य उच्चारणं भवति. हकारस्य अनन्तरं तत्र नकारः अस्ति खलु, तत्र किञ्चित् क्लेशः भवति. आम्, हनुवि हनुवि. समीचीनम्. तत्र किमपि सुलभं भवति. अह तत् नाभितः तस्य उच्चारणं. समीचीनं, तत्र किमपि कार्यं नास्ति. एवं चिष्णु धातु ब्रुवां बेर्णमेलनमेव अस्तु. अरुणा भगिनी विधिलिङ्गि वदति वा. प्रयत्नं भगिनी, एव न वक्तुं शक्नोमि. प्रयत्नं अन्य वदतु भगिनी, अहं न कर्तुं शक्नोमि. अस्तु, उषा उषा भगिनी वदतु भगिनी. तत् किमपि नास्ति, अत्र सर्वे प्राणायामः भवति. तावदेव, तदेव मम चिन्तनमपि. विधिलिङ्ग ईत् ईयातां ईरन्न प्रत्ययः अस्ति. सर्वे प्रत्ययाः अजादिप्रत्ययाः. अजादि अपित् अचिष्णुधातुभ्रुवामि ओरियङ्गु वङ्गौ इति एव प्रसक्तिः अस्ति. ह्नु ह्नु उकारस्य स्थाने उवङ् आदेशः भवति. उकारस्य स्थाने उव भवति. ह्नु ह्नु ह्नु योगः ईत. ह्नु वीत. ह्नु वीयातां. ह्नु वीरन्. ह्नु वीताः. ह्नु वीयातां. ह्नु वीध्वम्. ह्नु वीय. ह्नु वीवहि. ह्नु वीमहि. तावदेव. सम्यक् सम्यक् भगिनि, धन्यवादः. अग्रे सरामः. अत्र अस्माकं कपाल भवति. ब्रूये ब्रूयि इति धातुः, ब्रूवो इट् बहु प्रसिद्धधातुः. तत् पश्यामः. अस्तु, श्रीवल्ली भगिनी पठति वा ब्रूयि व्यक्तायां वाचि. आं भगिनि, ब्रूं वक्तायां वाचि इति धातुः नित् अस्ति अतः उभयपदि धातुः नित् अस्ति अतः उभयपदि धातुः स्वरितनितः कर्त्रभिप्राये क्रियाफले इति सूत्रेण धातुः ब्रुवा ईट् हलादि पिति एव ईट् आगमः भवति ब्रूयोगः ति ब्रूयोगः ईट् योगः ति ब्रूयोगः ईति इति भवति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति ब्रू स्थाने ब्रो इति भवति ब्रोयोगः ईति इति एचो यावयवः इत्यनेन औ आदेशः भवति ब्रौ योगः ईति इति ब्रवीति इति भवति इति हलादि पित् पितः एते ति सि मि तु तकार सकार अतः ब्रवीति ब्रवीषि ब्रवीमि ब्रवीतु अब्रवीत् अब्रवीः इति रूपाणि भवन्ति भगिनी अग्रे सूत्रमस्ति ब्रुवः तद् सूत्रं पठतु भगिनी एकवारं ब्रुवः पञ्चानाम् अदित आहो ब्रुवः न न तस्माद् अग्रे यदा रूपाणि इति अस्ति तस्माद् अनन्तरम् अन्ते अस्ति अन्ते ब्रुव ईट् आत्मनेपदे पूर्णतया नु धातुवत् तदनन्तरं ब्रुव ईट् इति सूत्रमस्ति ब्रू धातुतः हलादि पित् प्रत्ययस्य ईट् आगमः भवति ब्रुवः पञ्चम्यन्तम् ईट् प्रथमान्तं द्विपदमिदं सूत्रम् उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः भवति नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः भवति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्रुव अङ्गात् ईट् हलि पिति सार्वधातुके ब्रुव अङ्गात् पञ्चम्यन्तम् इति ब्रुवङ्गात् हलि पिति सावधातुके प्रत्यये परे ईट् आगमः भवति इति वदति तत्रापि एकवारम् अनुवृत्तिसहितसूत्रं परिशीलयतु भगिनि विभक्त्यानुसारेण ब्रुव अङ्गात् ब्रुवः पञ्चम्यन्तम् अङ्गात् इति पञ्चम्यन्तम् ईट् प्रथमान्तं प्रत्ययः आगमः भवति हलि सप्तम्यन्तं पिति सप्तम्यन्तं सार्वधातुके सप्तम्यन्तम् अतः हलि पिति सार्वधातुके प्रत्यये परे ब्रुवाङ्ग ईट् आगमः भवति आद्यन्तौ टकितौ इति सूत्रेण आदिः प्रत्ययस्य आदिः ई आगमः भवति अत्र स्थानी किं भवति स्थानी पञ्चम्यात् स्थानी षष्टमी सारि सिक्स्त् केज् इस् नाट् गिवेन् इति चेत् पञ्चम्यात् बलीया अतः हलीप् इति एव अस्माकं स्थानम् अस्ति स्थान इति सामान्यतया स्थानी इति विषयम् आदेशः विषये एव स्थानी इत्यस्य मुख्यत्वमस्ति परन्तु कुत्र भवति इति प्रश्नः सर्वदा आगच्छति किल भ्रुवा अङ्गात् परः वा पूर्वं वा और् किमपि कार्यं कुत्र भवति इति प्रश्नस्य उत्तरं तत्र हलीप् इति सार्वधातुके इति यत् सप्तम्या निर्दिष्टम् अस्ति तदेव अस्माकं स्थानम् इदानीं भवति उभयनिर्देशे पञ्चमी बलीयः इत्यनेन ईट् इति आगमः समीचीनम् अतः अत्रापि ईट् इति आगमः यदा वयं तुरस्तु शम्यमः सार्वधातुके गतसप्ताहे दृष्टवन्तः तत्रापि तत्र विकल्पेन ईट् आगमः परन्तु ब्रुव ईट् ईट् इत्यस्य तु नित्यं ईट् आगमः नित्यं भवति नित्यमेव भवति समीचीनम् अपि च तत्र अपि पत्ते अपि भवति खलु तत्र अपित् अपि अत्र अपित् एव अपित् हल् अपित् भवति अपित् हल् तत्र हलादि तुरुस्तु संयमः हलादि सार्वधातुक तिङ् प्रत्यये अतः हलादि तित् अपित् अत्र विकल्पेन अत्र तु नित्यं हलादि पित् एव ब्रूधातु भूतो वृद्धिर्लुकि हलि इति त्री एव किल ब्रुवो इट् इत्यस्मात् अग्रिमसूत्रमेव तुरुस्तु संयमः वा आम् आम् फैव् अस्तु किमर्थं नैन्टि फैव् नैन्टि त्री किमर्थं पृथक्तया सूत्रम् अस्ति इति चिन्तितवती पिति एव भवति विकल्पं नास्ति हलादिपित् एव समीचीनम् अस्तु नियमः तुरुस्तु शम्यम् ब्रूधातुः अपि ईट् एव आगमः परन्तु हलादिपित् समीचीनम् अस्तु अस्तु इति भगिनि उतो वृद्धिर्लुकि हलि इति सार्वधातुके तदपि तस्यापि प्रसक्ति परन्तु तत्र तु उतो वृद्धिर्लुकि हलि इति ईटागमः नास्ति किल भगिनि तत्र तु वृद्धिकार्यं भवति कार्यमेव भिन्नं सेवन् तदपि सेवन् त्री एव परन्तु कार्यं तु भिन्नं वृद्धिः भवति तद् वृद्धिकार्यम् एतत्तु ईट् आगमकार्यं तुरुस्तु शम्यमः ब्रुवो ईट् परन्तु किमपि विप्रतिषेधं किमपि नास्ति भिन्नभिन्नस्थलमेव अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अस्य अरुणा भगिनी अग्रिमं पठति वा ध्रुवः पञ्चानाम् आं भगिनि ध्रुवः पञ्चानाम् आदि पञ्चानाम् आदित आहो ध्रुवः परस्मैपदस्य लट्लकारे ब्रूधातुतः प्रथम पञ्चानां तिङ्प्रत्ययानां क्रमेण तिप् तस् जि सिप् थस् इत्येषां स्थाने नल् अतुस् उस् थल् अतुस् इति आदेशः विकल्पेन भवति अपि च अस्मिन् पक्षे सति ब्रूधातोः स्थाने आह् इति धात्वादेशो भवति अत्र सूत्रं वदति परस्मैपदी पदस्य लट्लकारे प्रथमपञ्चानां तिङ्प्रत्ययं लैक् उदाहरणं तिप्तस् जि सिप्तस् ते स्थाने अतुस् उस् थल् अतुस् इति आदेशः विकल्पेन भवति ततः ब्रूस्थाने आह् इति धात्वादेशः भवति समीचीनम् अत्र कार्यद्वयमस्ति धात्वादेशः अपि भवति प्रत्यय आदेशः अपि भवति एकेन सूत्रेण कार्यद्वयं पञ्चस्थलेषु एव परस्मैपदि लटि एव तदपि स्मर्तव्यं भवती एव पठतु अग्रे सूत्रमस्ति ब्रुवः पञ्चानाम् अधीताहो ब्रुवः इति ब्रुवो ब्रुव ईट् इत्यस्मात् अग्रे आं भगिनि ब्रुवः पञ्चानामादित आहो ब्रुवः परस्मैपदस्य लट्लकारे ब्रूधातुतः प्रथमपञ्चानां तिङ्प्रत्ययानां क्रमेण तिप्तस् जि सिप्तस् इत्येषां स्थाने नल् अतुस् उस् स्थल् अतुस् इति आदेशः विकल्पेन भवति अपि च अस्मिन् पक्षे सति ब्रूधातोः स्थाने आह् इति धात्वादेशः भवति ब्रुवः पञ्चम्यन्तं पञ्चानां षष्ट्यन्तम् आदितः अव्ययपदम् आहः प्रथमान्तं ब्रुवः षष्ट्यन्तम् अनेकपदमिति सूत्रं विदो लटो वा इत्यस्मात् लटः वा यत्तनयोः अनुवृत्तिः परस्मैपदानां नळ्लत्तुस् उस् थल् थल् अस्तुस् अतुष् अतुष् अणल्वामाम् अणल्वामाः इत्यस्मात् परस्मैपदानां नळ् तुस् उस् थल् अतुस् इत्यनयोः अनुवृत्तिः प्रत्ययः परश्च धातोः लस्य इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवः धातोः लस्य लटः परस्मैपदानां पञ्चानाम् आदितः नल् उतुस् नल् अतुस् उस् थल् अतुस् प्रत्ययः परश्च वा भ्रुवः आहः तदेव विवरणं दत्तम् सूत्रे लट्लकार विषये भ्रूधातुतः प्रथमपञ्चानां तिङन्तप्रत्ययानां स्थाने नल् अतुस् उस् स्थल् अतुस् प्रत्ययः आदेशः विकल्पेन भवति तत्समये भ्रूधातुस्थाने आह् इति धात्वादेशः भवति तदेव अत्र भ्रूधातुः लट्लकारे परस्मैपदी पञ्चानाम् आदितः आदिपञ्चम लट्लकारस्य पञ्चम तिप्तश्चि सिप्तस् इति आदिपञ्चम पञ्चानां नल् तुस् थल् अनन्तरं किं क्षम्यतां नल् अतुस् उस् थल् अतुस् इति विकल्पेन आदेशः अनन्तरं भ्रुवः आहः इति अपि धात्वादेशः अपि भवति प्रत्ययादेशः अपि महोदय प्रश्नः न एतत् लिट्लकारस्य एव वा नल् न क्षम्यतां लट्लकारस्य तादृश लिट्लकारे भवति वा लिट् प्रत्ययः समीचीनं लिट् प्रत्ययः अत्र आदेशः भवति ब्रू धातुः विषये विशेषकार्यम् आम् विदो लतो वा अनुवृत्तिः किम् आसीत् परस्मैपदि इति एव दत्तमस्ति किमपि अन्यत् किमपि नास्ति सम्यक् पश्यामः कथं रूपम् आगच्छति इति राजेन्द्रमहोदय पठति वा तत्र ब्रूयोगः ति इति आरभ्य भ्रूयोगति अत्र विशेषरूपाणि सन्ति अह् भ्रूस्थाने अह् आदेशः भवति ति स्थाने नल् आदेशः भवति तत्र अह् योग अत्र अत्र णकार लकारस्य लोपः भूत्वा अ एव अवशिष्यते आह् आह् भ्रूयोतः भ्रूस्थाने अह् आदेशः भवति अतुस् अत्र अकारस्य सकारस्य लोपः अकारस् न भवति लोपः सकारस्य एव लोपः भूत्वा न सकारः अस्ति चिन्तयामि अत्र आह् योग सकारस्य विसर्ग आदेशः विसर्गः समीचीनम् अतुः आहयोग अतुः आहतुः आहतुः भ्रूयोग अन्ति आहयोग उस् अत्र तथैव भ्रूस्थाने आह् आदेशः अन्तिस्थाने उस् आदेशः आहयोग ऊः ऊः आहुः आहुः भ्रूयोगस्थः आह् योग अथुस् न अत्र आह् योग अथुः अथुः तथैव विसर्ग आदेशः विसर्ग भवति आहुथुः भ्रूयोगसि आह् योग थल् आह योगस्थ लकारस्य लोपः भूत्वा हलन्त्यं सूत्रेण आहस्थः सूत्रम् अस्ति आहस्थ इति नेन आह् इत्यस्य हकारस्य स्थाने थकार आदेशः भवति जलिपरे थकारः जल् प्रत्याहारे अस्ति अथवा ह स्थाने थकार आदेशः आत् आत् योग थ खरि च इति चर्तसन्धिविधायकसूत्रेण खरि परे जलां चरः स्युः थ स्थाने थकारः आत् योग थ आत् अस्य प्रयोगः भवति वा कुत्रापि भगिनि? वयं तु न कुर्मः प्रवीति इत्यस्य रूपमेव वयं न उपयोगं कुर्मः किल महोदय, सर्वदा वदति वदति इत्येव वदामः. प्रवीति इति अपि तदेव अर्थः एव किल. आह इति तस्य प्रयोगः भवति, परन्तु अव्ययम् अव्ययरूपेण भवति. अव्ययमेकम् अस्ति इति आह इति तद् आम् तद् भिन्नम् उपनिषत्सु लाट् आफ़् पदं भगवद्गीता एव अस्ति भगिनि. तदेव ममापि अहमपि एकादशो अध्यायः थर्ड् वर्ड् सर्. ओ अस्तु भगिनि, शङ्करभाष्यम् आह ब्रवीचाल् दिस् इस् वेरि जनरल् इति आहुः आह श्लोकसङ्ख्या वदतु भगिनि. एकादश अध्यायः त्रि भगिनि, 11th चाप्टर् थर्ड् वर्स्. एवमेतत् यतात् त्वम् आत्मानं परमेश्वर द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषो. देर् आथ इस् दट् एकादश अध्याय थर्ड् वर्स् समीचीनम् आहस्तः द्रष्टव्यम् आहस्तः अनन्तरं त्वम् इति भवति किल सी इत्यस्य प्रायः भगिनि, परन्तु मम चिन्तनम् एवम् अस्ति तद् लटि रूपं वा किं वदामः लकारस्य रूपं वा? थिङ्क् इट्स् लट् रूपं, लटि ओन्लि लटि ओन्लि. समीचीनं सम्यक् आहत्तः. अस्माकं वर्गस्य किमपि उपयोगमस्ति. धन्यवादः भगिनि, कक्षानन्तरं पश्यामि. समीचीनम् उत्तमम् अस्तु आहत्तः भगिनि. भवती एव तत्र सूत्रम् अग्रे अस्ति भगिनि, अरुणा भगिनि आहस्ताः इति सूत्रं. क्षम्यतां महोदय, राजेन्द्रमहोदय भवान् एव, क्षम्यताम्. आहस्ताः इति सूत्रम् अग्रे अस्ति. आहस्ताः आह् इत्यस्य हकारस्य स्थाने थकार आदेशो भवति जलिपरे. अलोन्त्यस्य इत्यनेन अह् धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकार आदेश थकारः अह् षष्ठ्यन्तं थः प्रथमान्तं द्विपदं सूत्रं जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः आह थः जलि आह स्थाने हकारस्य स्थाने थकारादेशः भवति जलि जलि परे अस्ति चेत्. समीचीनम्. अतः एव रूपम् एतादृशं भवति आर्थ इति. सम्यक् अस्तु महोदय, धन्यवादः. विजया भगिनी अग्रिमं पठति वा अवशिष्टेषु रूपेषु? आं भगिनि, अवशिष्टेषु रूपेषु न धात्वादेशः न वा तिङ् प्रत्यय आदेशः, अतः यथा सामान्यं हलादिपित्सु ब्रुव ईट् इत्यनेन ईट् आगमः भवति, ब्रू योगः ति, ब्रू योगः ईट्, तत्र ईट् योगः ति, ब्रू योगः ईति, तत्र गुणः भूत्वा ब्रो इति अस्ति, ब्रो योगः ईति. अनन्तरं योग ब्रो योगः ईति इत्युक्ते तत्र ऐ योगः ईति ब्रुवीति इति अस्ति. तत्र किम् अस्ति भगिनि, अब्र अब्र अस्ति वा कुत्र भगिनि, हलादिपित्सु वा कुत्र? मम समीपे फाण्ट् बहु ओ बहु बहु लघु अस्ति. स्क्रीन् मध्ये पश्यति वा तत्र अब्र अब्र अस्ति खलु भगिनि, अब्र योगः अब् अब् योगः ईति न न न ब्रु ब्र ब्र ब्र ब्र अवादेशः एचोयवायावः ब्रयोगः अव्योगः ईति इति अस्ति द्विवीति. तत्र ब्रुव ईट् इति सूत्रेण इत् इति संज्ञा भवति, अनन्तरम् ई एव तिष्ठति, अतः ब्रो ईति, अनन्तरम् अवादेशः भूत्वा ईति द्विवीति इति अस्ति. अनन्तरम् अजादि पित्सु अस्ति, गुणः भवति अवादेशः एचो यवायावः इति सूत्रेण ब्रू योगः आणि ब्रुवो इति गुणः भूत्वा आणि इति अस्ति. तत्र आड् उत्तमस्य पिच्छे इति सूत्रेण एतत् सिद्धप्रत्ययमेव सिद्धतिङ्प्रत्ययं ब्रो योगः आणि, अनन्तरं ब्र योगः अवादेशः भूत्वा आणि इति योजनेन ब्रवाणि इति लोट् उत्तमपुरुषस्य प्रथम वचनमस्ति. अनन्तरं हलादिपित्सु हलादिपित्सु निति च गुणनिषेधः, अतः ब्रू योगः तः ब्रूतः वर्णमेलनमेव अत्र. अनन्तरम् अजादि अपित्सु अस्ति, निति च गुणनिषेधः, अचिष्णुर् ब्रुवो अचिष्णुः धातु ब्रुवो युवोर् इवङ् उवङ् इत्यनेन उवङ् आदेशः भवति, ब्रू योगः अन्ति इति अस्ति. अनन्तरं ब्रू योगः अचिष्णुः धातु इति सूत्रेण उवङ् आदेशः भवति, ब्रू योगः अव् उव् अस्ति, अनन्तरम् अन्ति एतत् अचिष्णुः धातु इति सूत्रेण तत्र ब्रुवन्ति इति अस्ति अन्तिमरूपं. समीचीनम्, भवन्ति इति रूपं तावदेव किल, तत्र किमपि अन्यत् किमपि नास्ति. अस्तु, रूपाणि वदामः. अहं वदामि वा भगिनि? आम् आं वदतु भगिनि, लटीरूपं लटीरूपं प्रथमं तत्र ब्रुवीति आह इति अस्ति. ब्रुवीति तत्र लट् रूपमस्ति, ति एव तत्र हलादि तित् अस्ति अत्र. ब्रुव ब्र ब्र योगः तत्र ईट् ब्रुव ईट् इति तत्र ईट् हलन्त्यं तस्य लोपः इति भूत्वा ई एव तिष्ठति. अनन्तरं ति योजनेन ब्रुवीति इति वर्णमेलनेन तत्र ईका ब्रुवीति इति अस्ति. अनन्तरम् आहा इति ब्रुव पञ्च पञ्चानाम् अधित् आहो ब्रुवः इति सूत्रेण आह आगच्छति. अनन्तरं ब्रूतः वयं पूर्वमेव दृष्टवन्तः, ब्रू योगः तः ब्रूतः एव वर्णमेलनम् आगच्छति. अनन्तरम् आहतुः इति तत्र अतुस् आगः अतुस् आगच्छति, तत्र सकारः अस्ति आहतुः तुस् इति आगच्छति. सकारस्य स्थाने ससजिशोरुः इति सूत्रेण इस् सकारः भवति, अनन्तरं कर अवसर्णयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, अतः आहतुः इति रूपं निष्पन्नम्. अनन्तरं ब्रुवन्ति, तत्र अचिष्णुवदाते इति कार्यं करोति, अन्ति इति अस्ति, तत्र उवङ् आगच्छति ब्रुवन्ति इति. अनन्तरम् आहुः इति सूत्रेण उस् आगच्छति, तत्र अपि सकारस्य स्थाने सषजिषोरुः अनन्तरं कर अवसानयोर्विसर्जनीयः कार्यं करोति, आहुः इति अस्ति. अनन्तरं ब्रुवीषि इति सूत्रेण तत्र आदेशप्रत्ययोः इति सूत्रेण तत्र सकारस्य स्थाने षकारः आगच्छति. अनन्तरम् इदानीं भवत्या उक्तं एकादश अध्यायेन तृतीयसूत्रमपि उदाहरणमस्ति अत्र. आह आह योगः तल् इति प्रत्ययं तत्र ब्रवीषि एव ब्रवीषि द्विवीषि मध्यमपुरुषे एकवचनं. अन्यरूपमपि अस्ति आत इति, तत्र आह् इति सूत्रेण तत्र तल् इति तत्र परिवर्तनम् अभवत् सूत्रेण, सिप् स्थाने तल् इति, अतः तत्र तल् तत्र लकारस्य लोपः भवति, हलन्त्यं तस्य लोपः इति सूत्रेण तत्र हा स्थाने तकारः आगच्छति आत् इति. एतत् हा तत्र आडस्थः इति सूत्रमस्ति, आह् इत्यस्य किं भगिनि आहस्तः आहस्तः इति सूत्रमस्ति. आह् इत्यस्य हकारस्य स्थाने तकारः द्वितीयतकारः आदेशः भवति, अतः तल् जलीपरे अस्ति चेत् तत्र एतत् सूत्रं कार्यं करोति, आत इति अस्ति. अनन्तरं ब्रूतः ब्रूयोगः तः एव तत्र वर्णमेलनम्. अनन्तरम् आहतुः तादृशमेव, तुः इति अस्ति तुस्, तत्र अपि ससजिषो अनन्तरं करावसानयोर्विसर्जनीयः इति सूत्रं कार्यं तत्र भवति. अनन्तरम् आहतुः इति रूपं निष्पन्नं, विकल्पेन द्वितीयरूपं निष्पन्नं. अनन्तरं ब्रूतवर्णमेलनमेव. अनन्तरं ब्रवीमि इति अस्ति, ब्रवीमि इति अस्ति, तत्र अपि ब्रुव ईट् इति कार्यं करोति, ईकारः आगच्छति. अनन्तरं तु ब्रवीतु इति अस्ति. अनन्तरं तात् योजनेन ब्रूतात् इति अस्ति. अनन्तरं ताम् अपि ब्रवीमि इति ब्रुवः ब्रुवः तत्र वर्णमेलनमेव, तादृशं तावदेव. सम्यक्, उत्तमं, धन्यवादः. अतः पञ्चानां प्रत्ययानामेव ब्रुवः पञ्चानामादित अहो ब्रुवः इत्यनेन आह इत्यस्य आदेशः, सर्वत्र अन्यत्र तु समानकार्यमेव. ब्रुव ईट् इत्यस्य अपि प्रसक्तिः. अस्तु, लोटि वदामः. रघुपतिमहोदय, लोटि. अस्ति वा महोदय? रघुपतिमहोदय क्षम्यतां, म्यूट् मध्ये आसम्. अस्तु, ब्रू योग तु इति इदानीं हलादि अपित् अस्ति, अतः ईट् आगं भवति. ब्रुव ईट् ईट् इत्यनेन ई तु इति भवति. इदानीं ब्रू योग ई तु, इदानीम् अपित् अस्ति, अतः ब्रो योग ई तु अवादेशः भवति, ब्रवीतु इति. अग्रे तास् इति अस्ति, हलादि अपित् अस्ति, अतः किमपि कार्यं नास्ति तत्र. ब्रूयोग तास् ब्रूतात् इति भवति. अग्रे ब्रूयोग तां, हलादि अपित् अस्ति, अतः किमपि नास्ति, कार्यं नास्ति. ब्रूतां ब्रूताम् इति. ब्रूयोग अन्तु, अजादि अपित् अस्ति, उवङ्गादेशः भवति, ब्रू उवङ्ग् ब्रुवन्तु इति भवति. ब्रूयोग हि अपित् अस्ति, अतः किमपि कार्यं नास्ति, वर्णमेलनं ब्रूहि ब्रूतात् ब्रूतं ब्रूत इति. इदानीम् आनि अजादि अपित् अजादि पित् अस्ति, अतः ब्रो योग आनि अवादेशः, ब्रवा ब्रवानि ब्रवाणि ब्रवा एकवारं ब्रवाणि इति भवति अस्तु अणि अस्ति अस्तु ब्रवाणि अग्रे अपि आव आव इति अस्ति ब्रो आव ब्रवाव आयादेशसन्धि भूत्वा अपि च अग्रे ब्रू योग आम ब्रो आम ब्रवाम इति भवति आदेश एचोयवाय इत्यनेन समीचीनं गुणः एचोयवाय भवति महोदय रेपः अस्ति समीचीनम् आं भवति एव अवश्यं भवति ब्रूहि इत्यस्य तु अधिकतया भवति ब्रूहि मुकुन्दमस्ति खलु ब्रूहि आम् आम् ब्रू धातुतः एव उवाच इति भवति किल भवति एव किल लिट् लिट् लकारे तदेव ब्रू ब्रू वक्तायां वाचि तदेव ब्रू धातु इति उवाच भवति भगिनि वच् तत्र वच् आदेशः भवति ब्रुवो वच् इति ब्रू धातोः स्थाने वच् उवाच सम्प्रसारणं लिटिश् उवाच तदेव अस्माकं प्रसिद्धरूपं किल भगवान् उवाच अर्जुन उवाच ब्रू धातुतः एव समीचीनम् अस्तु अग्रे सरामः एक एव धातुः अस्ति अत्र अन्य अन्य प्रत्यय अन्य धातोः आदेशः भवति धात्वादेशः भवति वच् धातु आदेशः भवति अत्र आह आदेशः भवति प्रायः अस्ति महोदय वयं तु द्विसहस्रदातवः अस्ति चेत् वयं तु न जाने पूर्णतया न दृष्टवन्तः किल अत्रापि प्रसिद्धदातवः एव पश्यामः आमाम् अस्तु लङ्लकाररूपम् अरुणा भगिनी वक्तुं शक्नोति वा लङ् रूपम् आं भगिनि ब्रू लङ्लकार लुङ् लङ् लुङ् षुडुदात्त सूत्रेण अडागम आगच्छति अब्रू योगः तकार अब्रूत् न न कीदृशप्रत्ययः भगिनि पित्वा पित्वा कार्यं किं भवति हलादिपित् अस्ति चेत् किं कार्यम् इडागम आगच्छति ब्रू अब्रू योग ई तकार इत् अर्धधातुकप्रत्यय गुण भवति ब्रू किमर्थम् अर्धधातुकप्रत्ययः भगिनि कुतः इडागम भगिनि गुण न न ईट् आगमः इडागमः नास्ति ईट् आगमः तदेव अहं गतसप्ताहे अपि उक्तवती किल इडागमः भिन्नः ईट् आगमः भिन्नः दीर्घ ईकारः समीचीनं वदतु इदानीं प्रत्ययः सार्वधातुकः एव भवत्याः भानुवः क्षम्यतां तस्य वर्गः एव अर्धधातुकप्रत्ययः बुधवासरः सार्वधातुकः एव अब्रू युगः गुण भवति भगिनि आं गुणः भवति समीचीनम् अब्रो अब्रोत् सम्यक् न एचोयवायवः सर्वदा तावदेव गुणः अनन्तरम् एचोय अब्रवीत् अब्रवीत् तदपि बहु प्रसिद्धरूपं किल पाण्डवपुत्राणां बहु प्रसिद्धरूपम् अब्रवीत् अब्रुयोगः ई योगः ई न आगच्छति भगिनि तद् ईट् आगमः हलादिपित् हलादि हलादिपित् नास्ति तत् न आगच्छति अजाति अपित् अस्ति सो अजिष्णुधातु ब्रुवां यो रियुम् उवाङ्गौ इति सूत्रेण उव आगच्छति अब्रुवी न न कुत्र वदति बहुवचनं वा द्विवचनं वा ये न आगच्छ अतः ई अपि लिखितवती अब्रु योगः आतां केवलम् अब्रुयोगः तामेव लङ्लकारः किल परस्मैपदीयम् ओ परस्मैपदीयं लङ् परस्मैपदीयं क्षम्यताम् केवलं वर्णमेलनं भगिनि तावदेव समीचीनम् अब्रूताम् तदनन्तरम् अब्रुयोगः अन् अदपि अजादि अपित् अस्ति अजादि अपित् अस्ति चेत् गुणनिषेधः भवति अचिष्टुधातु ब्रुवां सूत्रेण उवङ् आदेशः भवति अब्रुवन् अब्रुवन् समीचीनम् अब्रु योगः पित् अस्ति हलादि पित् ततः इट् आगम आगच्छति सकार क्रम भवति गुणः भवति गुणः अब्रोयावः अब्रवि अब्रवी सकारः इत्यत्र विसर्गः आगच्छति तावदेव सम्यक् समानकार्यं अब्रवी अब्रवीतं न न गुण तं त इत्यस्य समानकार्यम् इति उक्तवती ईटागमागच्छति अम् इति अजादि अस्ति तत्र ईटागमः न अजादि न आगच्छति अहं चिन्ता अब्रूयोगः अम् गुणः प्रथमं गुणः प्रथमं सर्वदा गुणः अनन्तरमेव एचोयवायवः अब्रु योगः अम् एचोयाः अब्रवाम् समीचीनम् अब्रवम् अब्रवम् अब्रूव अब्रूम तावदेव यत्र यत्र गुणः भवति तत्र एचोयवायावः इत्यस्य अवसरः अस्ति समीचीनम् अस्तु इदानीं किम् अवशिष्टं विधिलिङ्ग् श्रीवल्ली भगिनी वदति वा विधिलिङ्ग् आं भगिनि परस्मैपदी सर्वे प्रत्ययाः हलादि अपित् अस्ति कोऽपि कार्यं नास्ति रूपाणि यात् ब्रूयोगः यात् ब्रूयात् ब्रूयोगः याताम् ब्रूयाताम् ब्रूयोगः युः ब्रूयुः ब्रूयोगः याः ब्रूयाः ब्रूयोगः यातम् ब्रूयातम् ब्रूयोगः याता ब्रूयात ब्रूयोगः याम् ब्रूयाम् ब्रूयोगः याव ब्रूयाव ब्रूयोगः याम ब्रूयाम इति रूपाणि. समीचीनं, सम्यक्. एतत्तु उभयपदी धातुः अस्ति, परन्तु हलादि इत् अस्ति चेदेव तत्र ब्रुवो इत्यस्य प्रसक्तिः. आत्मनेपदीषु तु हलादिपित् प्रत्ययः एव नास्ति, अतः ब्रुव ईट् इत्यस्य प्रसक्तिः नास्ति प्रथमम्. अनन्तरं ब्रुवः पञ्चानामादिताहो ब्रुवः इत्यस्यापि आत्मनेपदीषु प्रसक्तिः नास्ति, अतः सूत्रद्वयमपि अत्र कार्यं न करोति. यदा ब्रुवः पञ्चानामादिताहो ब्रुवः कार्यं न करोति, आहस्तः इत्यस्यापि अवसरः नास्ति, अतः विशिष्टसूत्रत्रयमपि तत्र कार्यं न करोति. अस्माकं सामान्यकार्यं यत्र गुणः गुणस्य अवसरः अस्ति चेत् अजादिपित् अस्ति चेत् गुणः भवति, अजादि अपित् अस्ति चेत् अचिष्णु धातु ब्रुवां, हलादि अपित् अस्ति चेत् केवलं वर्णमेलनम् एव. अतः अग्रे गच्छामः वा? आत्मनेपदि एव करणीयं प्रयोगः. क्लेशः क्लेशः न भवति. आं महोदय, सर्वत्र अत्र अचिष्णु एतत् सूत्रमेव कार्यं करोति. सर्वत्र न, यदा अजादि प्रत्ययः अस्ति, अजादि अपित् प्रत्ययः परः अस्ति चेत् अचिष्णु धातु ब्रुवाम्, अथवा गुणः अजादिपित् अस्ति चेत् लोट् लकार उत्तमपुरुषे गुणः अथवा वर्णमेलनम् एव. अतः अग्रे गच्छामः. उषा भगिनी पठति वा अग्रिमधातुः शुङ् प्रीणि गर्भविमोचने. ओके, शुङ्, ओके, शुङ् प्राणिगर्भविमोचने. प्रीणि इति उक्तवती, क्षम्यतां, प्राणि. ओके, प्राणिगर्भविमोचने सु धातुः, भू सुवोस्तिङि, भू सु इति धातुभ्यां सार्वधातुके तिङ् प्रत्यये परे गुणनिषेधः भवति. भू सु इति धातुभ्यां सार्वधातुके तिङ् प्रत्यये परे गुणनिषेधः भवति. भू धातुः भ्वादिगणे यथा लुङ्लकारे भू धातोः परे तिङ्साक्षात् आयाति, तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः अभूत् इति रूपम्. भूधातुः भुवादिगणे यथा लुङ्लकारे भूधातोः परे लुङ्लकारे भूधातोः परे तिङ् साक्षात् आयाति. ओके, तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः अभूत् इति रूपम्. सुधातुः अदादिगणे अनेन सूत्रेण पितिपरे अपि गुणः न. भूश्च सुश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुभोः भूसुभोः षष्ट्यन्तं तिङि सप्तमीयन्तं द्विपदमितं सूत्रम्. नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यस्मात् न सार्वधातुके इत्यनयोः अनुवृत्तिः. मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं भूसुभोः न गुणः सार्वधातुके तिङि परे. I was wondering why the lung lakara is. सामान्यतया किं भवति भूधातुः भ्वादिगणीयधातुः? भूधातुः भवति सामान्यतया भूधातुः किं भवति? भवति भवति भूयोगः ति इति भवति चेत् किम् आगच्छति? भूयोगः किल. इदानीं यदा लुङ् इति अस्माकं प्रसङ्गः अस्ति चेत् तत्र शप् विकर्णप्रत्ययः तु न विधीयते. लुङ्गि सार्वधातुकः नास्ति इति कृत्वा तत्र तु शप् न विधीयते. अतः किं भवति, भूयोगः ति इत्येव अस्ति, मध्ये किमपि नास्ति, साक्षात् परः ति अस्ति. इदानीं किं भवति, अनेन सूत्रेण भूयोगः ति अस्ति चेदपि गुणस्य अवसरः अस्ति किल, तिङ्क्षित् सार्वधातुकं तद् न भवति. अत्र अत्र लुङ् विषयः नास्ति. अस्माकम् अत्र सूत्रस्य प्रसङ्गः तु सुविषये एव, परन्तु प्रश्नः आगच्छति किल, किमर्थं भू भुवादिगणीयधातुः तत्र कथं गुणनिषेधः इति. अतः तत्र महोदयेन ओके सो भू अण्ड् सु धातु नो गुण सार्वधातुके तिङ्गि पर् ओके ओके शुं धातुः ङित् अग्रे पठामि वा भगिनि. आम् आम् शुं धातुः ङित् अतः ङित् अतः आत्मनेपदि हलादिपित्सु आत्मनेपदि धातुषु नास्ति एव. अजादिपित्सु भूसुवोस्तिङ्गि इत्यनेन गुणनिषेधः अतः अचिष्णुधातुब्रुवाम् इवोरियङ्गुवङ्गौ इत्यनेन उवङ् आदेशः. सुयोगः ऐ सुयोगः ऊकारस्य स्थाने उव उव् भवति. सुयोगः उकारा बकारा योगः ऐ सुवै. हलादि अपित्सु भूसुवोस्तिङ्गि इत्यनेन गुणनिषेधः भवति. सुयोगः ते सुते. अजादि अपित्सु भूसुवोस्तिङ्गि इत्यनेन इत्यनेन गुणनिषेधः. अजादि अपित् अचिष्णुधातुब्रुवाम् इवोरियङ् उवङ् उवङ्गौ इत्यनेन उवङ् आदेशः भवति. सुयोगः आते सुयोगः उकारबकारा योगः आते सुवाते. ओके अपित्सु प्रत्ययेषु सार्वधातुकम् अपित् किङिति च इति सूत्राभ्यां गुणनिषेधः भवति स्म, किन्तु विशेषत्वात् प्रातिपदिकत्वात् प्रतिपदोक्तत्वात् भूसुवोस्तिङ्गि इत्यनेन एव गुणनिषेधः भवति. अपित्सु प्रत्ययेषु सार्वधातुकमपि तन् किम् इति च प्रसक्तिः अस्ति, किन्तु विशेषत्वा प्रतिपदोक्तत्वात् भूसुवोस्तिङ्गि इत्यनेन सूत्रेण भूसु धातु प्रतिपदोक्तम् अस्ति, भूसुवोस्तिङ्गि इत्यनेन एव गुणनिषेधः भवति. ओके समीचीनम्. अतः एव विशेषमस्ति, भूसुवोः न गुणः सार्वधातुके तिङि इत्येव उक्तमस्ति. सार्वधातुक तिङ् प्रत्ययः परः अस्ति चेत् तत्र गुणनिषेधः भवति इत्येव. अतः पित् अपि भवति अपित् अपि भवति किल, तत्र हलादिपित् वा अजादिपित् किमपि न उक्तं, सार्वधातुक तिङ् प्रत्ययः इत्येव उक्तम् अस्तु. यदा वयं लुङ् लकारः स्वीकुर्मः चेत् तत्र बहूनि सूत्राणि मध्ये सन्ति, येन गुणनिषेधः भवति. सार्वधातुक आर्धधातुकयोः इत्यनेन उकारस्य गुणादेशे प्राप्ते भूसुवोतिङ्गि इत्यनेन गुणनिषेधः अभूत् इति रूपम् आगच्छति. अभूत् इति बहुत्र भवति. आम् तत्रापि एकं विशेषसूत्रेण माङ्गी लुङ् इति आकारस्य लोपः भवति, लोपः भवति वा, ओ अस्तु मा भूत् इति आगच्छति. समीचीनम्. अतः तत्र किञ्चित् श्लोकमपि अस्ति खलु भगिनि, कर्मण्येव अधिकार अस्ति न कर्मण्ये नास्ति शरणागति इति आगच्छति खलु अष्टादश 66 मध्ये अहं तु सर्वधर्मान् परित्यक्ष मामेकं शरणं व्रज अहं तु सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः मा अशुचः इति आगन्तव्यं परन्तु तत्र माङ् योगे इति सूत्रेण अत्र निषेधः भवति मा शुचः इति अस्ति प्रसिद्धश्लोकमस्ति खलु भगिनि तत्र अस्तु समीचीनम् अतः एकम् एव नूतनसूत्रं नसुओस्तिङ्गि तत्र सर्वत्र तस्य एव प्रसक्तिः अजादि क्षम्यतां पित् वा अपित् वा अस्ति चेत् तस्य तेन एव सूत्रेण गुणनिषेधः अनन्तरम् अजादि अपित् अस्ति चेत् अचिष्णु धातु ब्रुवाम् अस्तु रूपाणि राजेन्द्रमहोदय लटि वदति वा सरलमेव अस्ति अत्र कोऽपि कार्यं नास्ति हलादि आत्मनेपदे धातुः अस्ति तत्कारणतः सुयोगते सूते सुयोग आते अत्र उकारस्य स्थाने अचिष्णु धातु भ्रवाम् अजादि अपि अस्ति तत्कारणात् तत् अचिष्णु धातु भ्रवा युवर् इवङ् उवङ्गो उवङ्ग् आदेशः भवति उकारस्य स्थाने उवङ् आदेशः भवति णकारस्य लोपः भूत्वा तत् सुवाते क्षम्यतां सुवाते तथैव अते सुवते से अत्र हलादि अपि अस्ति तत्र सुषे अहं चिन्तयामि अतः आदेशप्रत्ययः तदपि भवति सुषे आथे अत्रापि अचिष्णुधातुभूमाम् उ आदेशः भवति सुवाथे द्वे द्वे अत्र सुद्वे कोऽपि कार्यं नास्ति सुयोग ए सुयोग ए अत्र अजादि अपि प्रत्ययः अस्ति अत्र अचिष्णुधातुभूमां सूत्रेण उ आदेशः भवति सुवे सुवे अत्र वहे सुवहे सुमहे समीचीनं सरलमेव अस्ति धन्यवादः महोदय विजया भगिनी लोट्लकारे वदति वा वदामि भगिनि लोट्लकारे एतत् आत्मनिपदि अस्ति ताम् आताम् अतां स्व आतां द्वम् ऐ आवहे आमहे इति अस्ति तत्र सुयोगः तां तत्र वर्णमेलनमेव अनन्तरं तत्र सुवाताम् इति अस्ति तत्र अचिष्णु धातु उवङ्ग् आदेशः भवति अतः तत्र वाताम् इति आगच्छति सुवाताम् अनन्तरं सुवतां तत्र अपि अचिष्णु धातु एव कार्यं करोति सुवाताम् इति अनन्तरं सुष्व तत्र आदेशप्रत्ययोः इति सूत्रेण स्वस्थाने मूर्धन्य शकरः आगच्छति शुष्व इति अनन्तरं सुवातां तादृशमेव अचिष्णु धातु कार्यं करोति सुवाताम् अनन्तरं सुध्वम् इति अस्ति तत्र वर्णमेलनमेव अनन्तरं सुवै तत्र प्रथमं तादृशमेव तत्र प्रथमं गुणकार्यं भूत्वा अनन्तरं तत्र आटश्च इति सूत्रेण वृद्धिः भवति वा भगिनि तत्र सुयोगः ऐकारः आगच्छति लोट्लकारः इति सूत्रेण लोट्लकारः लोट्लकारः सुवै प्रथमं सुवै इति भूसुवोस्तिङ्गि इत्यनेन भूसुवः न गुणः स्वागतः गुणः नास्ति तत्र गुणनिषेधः गुणनिषेधः चेत् सूत्रं किं भवति इदानीम् एतदेव लिखितं भव अस्तु तादृशमेव तत्र सुवाहै सुवामहै इति अत्र तत्रापि अचिष्णुः धातु कार्यं करोति. सुवावहै सुवामहै इति अस्ति. समीचीनं. सुवै सुवावहै सुवामहै. समीचीनम् अस्तु. कस्य क्रमः महोदय? रघुपतिमहोदयलङ्लकारः अत्र अडागम भवति. आयोग असूयोग त असूत इति अत्र किमपि नास्ति. असूयोग आताम् इति अस्ति. अतः अत्र इयङ् उवङ्गादेश अत उवङ्गादेश असूवताम् असुवाताम् इति. अपि च इदानीं बहुवचने असू अत इति अस्ति. असुवताम् इति इयङ् उवङ् उवङ् इति ह्रस्व भवति. असुवत् असुवत इति क्षम्यताम् असुवत. इदानीम् असूयोगताः अत्र इयङ् उवङ् आदेश न भवति. असूताः इति दीर्घमेव. असूयो असूयोग आथाम् इति अस्ति. अत्र उवङ् आदेशः भवति. असु असुवाथाम् इति भवति. असूयोगध्वं वर्णमेलनम् असूध्वम् इति. असूयोग इ अस्ति इयङ् उवङ् असु असुवि इति भवति. अग्रे असूयोगवहि असूवहि असूमहि इति रूपाणि रूपाणि. समीचीनं. धन्यवादः. श्रीवल्ली भगिनी विधिलिङ्गि वदति वा? आम्. सुयोगः ईता ईता ईयातां ईरन् ईताः ईयातां ईत्वम् ईया ईवहि इमहि सर्वे प्रत्याः अजादि अपितस्ति अपिच्छन्ति इति अचिष्णुधातुभ्रुवम् इङ्गुवङ्गौ इति सूत्रेण सुयोगः ईता उवादेशः भवति. रूपं सुवीता तावदेव. सुवीयातां सुवीरन् सुवीथाः सुवीयाथा सुवीध्वं सुवीय सुवीवहि सुवीमहि. समीचीनम्. अन्तिमधातुः ऋकारान्तदातवः जागृ इति तद् एकवारं पठित्वा अद्य समापयामः. प्रायः रूपम् अग्रिमसप्ताहे साधयामः. बहु प्रसिद्ध शब्दः अस्ति खलु भगिनि, प्रसूत. बाहवदमध्ये आगच्छति. जट जटभरतः अस्ति खलु, तत्र डीर् अस्ति, तत्र प्रसूते इति तत्र प्रसवं भवति. डीर् मध्ये अस्तु. अरुणा भगिनी पठति वा ऋकारान्तदातुः इति? ऋकारान्तदातवः एकः धातुः जागृ निद्राक्षये. जागृ धातुः जित्यादयः षट् षट् षड् अध्याये पदमपादे षड् दा सूत्रः. जागृ आदयः षड् धातवः. सप्तमश्च छज् इत्येषाम् अभ्यस्तं संज्ञा भवति. आदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति. जच् जागृ दरिद्र चकाश् चाश् दिधीङ् वेवीङ् धातोः द्वित्वं यदा भवति तदा मिलित्वा द्वयोः नाम अभ्यस्तं. किन्तु अनेन सूत्रेण येषां धातूनाम् अभ्यस्तसंज्ञा भवति द्वित्वं विना. षड् धातवो अन्ये यच्छिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः इति. आदिः येषां ते इत्यादयः इति शब्देन जच् परामर्शः. जच् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जच्छित्यादयः षट् अभ्यस्तम्. अत्र जागृधातु चर्चा भवति. अत्र जच्छित्यादयः षट् सूत्रं वदति. अदादिगणे एक अन्तर्गणः वर्तते. अत्र सप्तधातवः सन्ति. ते what do you call that abhyasta sangna agacchati samanyataya adyuttam bhavati tata tadantaram dvayoho nama abhyasta iti sangna bhavati parantu atra adadigane antargane adyuttam nasti parantu abhyasta sangna bhavati samachana अनुबद्धसहितसूत्रं जच्छित्यादयः षट् अभ्यस्तम् षट् दातवः सप्तदातवः अस्ति सप्तदातवः प्रयं जच् जागृ दरिद्रा चखाश् शाश् विदीं वेवीं सर्वे दातवः वयं दृष्टवन्तः अस्मिन् गणे जागृ एव अन्तिमधातुः जक्ष् दरिद्रा चकास् चास् वीदिङ् वेविङ् सर्वं दृष्टवन्तः वयं समीचीनम् अग्रिमसूत्रम् अपि पठतु भगिनि तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम् अभ्यस्तसंज्ञकधातु उत्तरधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य चकारस्य स्थाने अत् आदेशो भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रं जो अन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः आयेने ईनीयः षड् प्रत्ययादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदेः छः अत्र वयं दर्शितवन्तः जागृधातु विषये जक्षित्यादः षट् इति सूत्रेण अभ्यस्तसंज्ञा भवति इति ततः अभ्यस्तकार्यं किम् इति अत्र अतः अभ्यस्तात् इति सूत्रेण अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य झकार आदिमवर्ण इकार झकार अस्ति चेत् स्थाने अत् आदेशः भवति सामान्यतया जो अन्तः इति सूत्रेण अन्त आगच्छति परन्तु अत्र जकारस्थाने अत् आदेशः भवति इति अत्र दत्तं समीचीनं भगिनि अतः कुत्र भवति भगिनि जकारस्य प्रथमपुरुष बहुवचने लटि अनन्तरं लोटि लोटि अम्ब्य अग्रिममपि पठतु भगिनि सिजभ्यस्तविधिभ्यश्च सिजभ्यस्तविधिभ्यश्च तत्र प्रथमं वाक्यम् अनुवृत्ति एवं पठतु भगिनि बहुवारं पठितवन्तः पूर्वं नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च परस्य जी प्रत्ययस्य स्थाने जुष् आदेशो भवति अनुवृत्तिसहितसूत्रं जिष् सिच्भ्यस्तविदिभ्यः च नितः लस्य जेः जुष् जिष् सूत्रम् अत्र दत्ति नित् लकार अत्र लित् लकार मीन्स् विदिलिङ्ग् भगिनि विदिलिङ्ग् लकार अवस्थायां विदलिङ्ग् अपि लङ् लङ् इत्युक्ते लङ् विदिलिङ्ग् इत्यस्य ग्रहणं भवति परन्तु कुत्र कार्यं भवति इति अन्ते द्रक्ष्यामः इदानीं नित् लकारः इत्युक्ते लङ् विदिलिङ्ग् वदतु भगिनि किं भवति टिच् प्रत्ययात् जी स्थाने प्रथमपुरुषय बहुवचन जी प्रत्ययस्थाने जुष् आदेशः भवति समीचीनम् इति सूत्रेण उष् एव अवशिष्यते अत्रापि प्रथमपुरुष बहुवचने जी स्थाने जुस् इति भवति. सिच् प्रत्ययः अभ्यस्तसंज्ञकधातोः विद् धातोः अवसरत्रयं तत्र ङित् अवस्थायां जी स्थाने जुस् यदा भवती उक्तवती तत्र लङ्लकारः विधिलिङ्ग् परन्तु विधिलिङ्गि अनेन सूत्रेण जुस् आदेशः न भवति. जेः जुस् जेर् जुस् इति एकं सूत्रं दृष्टवन्तः किल अनेन एव भवति. सिजभ्यस्तविधिभ्यश्च इत्यनेन केवलं लङ्लकारे एव भवति. ओ लङ्लकारं तस्य कृते विधिलिङ्ग् कृते डैरेक्ट् सूत्रमस्ति जेर् जुस् अतः अस्य अवसरः तत्र अस्य आवश्यकता नास्ति इति कृत्वा तत्र अस्य कार्यं न भवति. समीचीनं भगिनी, धन्यवादः. उषा भगिनी अग्रिमं पठति वा? आं भगिनि. तिङ्प्रत्ययस्य निमित्तकं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं हलादिपित्सु गुणः रेफः नाट् रिटन् देस् ओके रकारः योगः स्थाने क्षम्यतां भगिनि हलादिपित्सु गुणः ऋकारस्य स्थाने अर् इति आदेशः अर् ओके रकार ऐ केन् सी द रकार देर् भगिनि फाण्ट् अर् सो जागृ योगः ति जागर् योगः ति जागर्ति अजादिपित्सु गुणः जागृ योगः आनि ऋकारस्य स्थाने अर् भवति जागर् योगः आनि जागराणि णत्वं भवति हलादि अपित्सु किङिति च हलादि अपित्सु प्रत्ययः चेत् किङिति च गुणनिषेधः अस्ति जागृयोगः तः जागृतः अजादि अपित्सु किङिति च किङिति च गुणनिषेधः भवति इको यणचि इत्यनेन यण् आदेशः भवति जागृयोगः अति जाग्र जाग्रति जाग्रयोगः अति जाग्रति लङि विशिष्टं कार्यद्वयम् अजाग्रयोगः तकारः अजाग्रयोगः तकारः गुणः अजागर् योगः ऋकारस्य स्थाने अर् अजागर् योगः तकारः हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारलोपः अजागर् करवसानयो विसर्जनीयः इत्यनेन इत्यनेन रकारस्य स्थाने ओके रेपस्य स्थाने विसर्गः आदेशः अजागः. सामान्यतया ससजुषोरुः अनन्तरं करवसानयोर्विसर्जनीयः इति अत्र तु रेपः एव अस्ति अतः करवसानयोर्विसर्जनीयः अग्रिमम् अजाग्रयोगः सकारः हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन सु लोपः भवति अजागर् करवसानयो विसर्जनीयः इत्यनेन रकारस्य रेपस्य स्थाने विसर्गः आदेशः अजागः अजाग्रयोगः जुस् अजाग्रयोगः उः जुसि च इत्यनेन गुणः अजागर् योगः उः अजागरुः कार्यद्वयमस्ति अल्ञाभ्यो दीर्घसुतिस्य पृत्तं हल् नूतनसूत्रं जुसि च प्रायः तदपि नूतनसूत्रम् अनन्तरम् एकं सूत्रं जागृ विच्छिन्नल् निक्षु न आगच्छति वा अत्र किमर्थं तत् त्यक्तं हा तदस्ति जागृ विच्छिन्नल् निक्षु इत्यनेन एव गुणः भवति किल जागृ विच्छिन्न लिङ् तद् बहु तद् प्रसिद्धसूत्रं सर्वत्र आगच्छति. पुनः पुनः यत्र यत्र जागृधातुः अस्ति जाग्रो विचिन्नल् मित्सु इत्यनेन गुणः भवति इति तत् पश्यामः. अस्तु, अद्य किं कुर्मः, हल्न्याद्योदीघात् एवम् एव पठतु भगिनी, तद् पठित्वा समापयामः. ओके, हल्न्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इत्यनेन लङ्लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य तकारप्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे सकारप्रत्ययस्य लोपः. हल्न्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् षष्टि न षष्टम अध्याये अये प्रथमपादे हलन्तात् हलन्तात् दीर्घ्यङ्ग्यात् दीर्घ्यन्तात् दीर्घ आबन्तात् आबन्ताच्च सु ति सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनेन प्रथमाविभक्तौ सु इत्यस्य सकारलोपः, लङि प्रथमपुरुषे तकारलोपः, मध्यमपुरुषे सकारलोपश्च. हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल् ज्ञाभ्यः. तेभ्यः हल् हल् ज्ञाब्दयः हल् ज्ञाभ्यः. सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सूतीसि सूतीसिनः अपृक्तं सुतिस्य पृक्तं. हल् ज्ञाभ्यः पञ्चमी अन्तम् दीर्घात् पञ्चमी अन्तं सुतिस्य पृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं. लोपो व्योर्बली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रं दीर्घात् हल्न्याभ्यो सुतीसि अपृक्तं हल् लुप्यते. अत्र बहुषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः अस्ति, अग्रे अपि बहुवारम् आगच्छति. तत्र अस्माकं कृते इदानीं तकारः सकारः प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनं अपृक्त एकाल् प्रत्ययः अस्ति हल् प्रत्ययः, अतः तस्य लोपः भवति. तावदेव अस्माकं विषयः इदानीम्. अनन्तरं यत्किमपि दत्तं ण्यबन्तात् दीर्घबन्तात् इति सर्वं तु डीप् ङीप् इति प्रत्ययाः सन्ति किल, तत्र कार्यं भवति अस्माकं सुबन्तप्रक्रियायाम्. अस्य सूत्रस्य विवरणम् अष्टाध्यायी डाट् काम् मध्ये बहु विस्तृतरूपेण सम्यक् रीत्या प्रदर्शितमस्ति उदाहरणसहितम्. एकवारं पठतु, वयम् अग्रिमसप्ताहे वर्गे अपि एकवारं पठामः. सर्वेषां कृते उदाहरणं स्थापयित्वा सम्यक् रीत्या उक्तमस्ति तत्र, तद् पठतु. अनन्तरं जागृ इति धातोः रूपाणि साधयतु गृहपाठरूपेण. अग्रिमसप्ताहे तत् समाप्य वयं जुहोत्यादिगणं प्रति गच्छामः. तद् डाक्युमेण्ट् अहं प्रेषितवती किल पूर्वं, गूगल् डाक्स्, तस्मिन् अहं पूर्णतया अदादिगणः योजितवती अद्य अनुवृत्तिसहितरूपं. बहवः दातवः बहूनि सूत्राणि अस्मिन् गणे वयं दृष्टवन्तः, अतः किञ्चित् पूर्वावलोकनम् आवश्यकं. पूर्वावलोकनं पुनरवलोकनं द्वयमपि आवश्यकम्. अस्तु अस्तु, समापयामः वा? धन्यवादः. अत्र एव अस्ति भगिनि अग्रिमकरपत्रं, जुहोत्यादिगणः एव प्रेषयिष्यति खलु भगिनि? अग्रिमसप्ताहे एव प्रेषयामि भगिनि. अतः भवती यदा प्रिण्ट् औट् इच्छति चेत् इदानीम् अदादिगणः इति अस्ति किल, अग्रिमपाठः जुहोत्यादिगणः, तद् भवती मुद्रणं कर्तुं शक्नोति. स्वीकरोमि भगिनि. गृहकार्यं जागरु एव. आम् आम् अस्तु, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रि. शुभरात्रि.